पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 46 युधिष्ठिर उवाच फाल्गुनस्य सिदे पक्षे श्रुता चामलगी तथा चैत्रस्य कृष्णपक्षे तु किं नामैकादशी भवेद् श्रीकृष्ण उवाच शृणु राजेन्द्रवक्ष्यामि आख्यानं पापनाशनं यल्लोम शोब्रवीत्पृष्टो मां धात्रा चक्रवर्तिना मां धातोवाच भगवन् श्रोतुमिच्छामि लोकानां हितकाम्यया चैत्रस्य प्रथमे पक्षे का नामैकादशी भवेद् को विधि किं फलं तस्याः कथयस्व प्रसादतः लोमश उवाच चैत्रमास्यसिदे पक्षे नाम्ना वै पापमोचनी एकादशी समाख्यादा पिशाचत्वविनाशिनी शृणु तस्याः प्रवक्ष्यामि कामदां सिद्धिदां नृप कथां विचित्रां शुभदां पापघ्नीं धर्मदायिनीं पुरा चैत्र रथोद्देशे अप्सरो गणसेविते वसन्तसमये प्राप्ते षट्पदा कुलिदेवने गन्धर्वकन्यावादित्रै रमन्ति सह किन्नरैः पागशासनमुख्याश्च क्रीडान्ते त्रिदिवौकसः न परं सुखदं किञ्चिद्विना चैत्र रथाध्वनम् तस्मिन् वने तु मुनयस्तपन्ति बहुलं तपः मेधावि नामानमृषिं तत्रस्थं ब्रह्मचारिणम् अप्सरास्तं मुनिवरं मोहनायोपचक्रमे मञ्जुकोशेदिविख्याता भावं तस्य विदन्वती क्रोशमात्रं स्थिता तस्य भयादाश्रमसन्निधौ गायन्तीं तामधालोक्य पुष्पचन्दनसेवितां कामोऽपि विजयाकाङ्क्षी शिवभक्तान्मुनीश्वरान् तस्याः शरीरे संवात्समकरोन्मनसः सुतः कृत्वा भ्रुवौ धनुष्कोटिं गुणं कृत्वा कडाक्षकं मार्गणौ नयने कृत्वा पक्ष्मयुक्ते यथाक्रमं कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे मञ्जुकोशा भवत्तस्य कामस्यैव वरूधिनी मेधाविनं मुनिदृष्ट्वा सापि कामेन पीडिता यौवनोद्धिन्नदेहोऽसौ मेधाव्यपि विराजते सीतोपवीदसहितो दृष्टस्मर इवापरः मेधावी वसते चासौ च्यवनस्याश्रमे शुभे मञ्जुकोशास्थितं तत्र दृष्ट्वा सा मुनिपुङ्गवं मदनस्य वशं प्राप्ता मन्दं मन्दमगायद रणद्वलयः संयुक्तां शिंजन्नूपुरमेखलां गायन्तीं तां तथा भूतां विलोक्य मुनिपुङ्गवः मदनेन ससैन्येन नीतो मोहवशं बलाद मञ्जुकोशा समागम्य मुनिं दृष्ट्वा तथाविधम् हावभावकटाक्षैस्तं मोहयामास चाङ्गना अध संस्थाप्य वीणां सा सस्वजेतं मुनीश्वरं वलितेवलता वृक्षं वादवेगेन कम्पितं सोऽपि रेमेतया सार्धं मेधावी मुनिपुङ्गवः तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमं शिवतत्त्वं गतं तस्य कामतत्त्ववशं गतः न निशां न दिनं सोऽपि रमन् जानादिकामुकः बहुवर्षं गतकालो मुने राचारलोपदः मञ्जुकोषा देवलोकगमनायोपचक्रमे गच्छन्ती तं प्रत्युवाच रमं तं मुनिसत्तमम् आदेशो दीयतां ब्रह्मन् स्वदेशगमनाय मे मेधाव्युवाच अद्यैव त्वं समायादा प्रदोषादौ वरानने यावत्प्रभातसन्ध्या स्यात् तावत्तिष्ठ ममान्तिके इति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा पुनर्वैरमयामास तं ऋषिं नृपसत्तम मुने शापभयाद्भिदा बहुलान् परिवत्सरान् वर्षाणां पञ्च पञ्चाशन्नवमासदिनत्रयं सारे मे मुनिना तस्य निःसार्धमिव चाभवत् सा तं पुनरुवाचाथ तस्मिन् काले गदे मुनिम् आदेशो दीयतां ब्रह्मन् गन्तव्यं स्वगृहे मया मेधाव्युवाच प्रभातमधुना चास्ते श्रूयतां वचनं मम सन्ध्या यावच्च कुर्वेकं तावत् त्वं वै स्थिरा भव इति वाक्यं मुने श्रुत्वा जातानन्दसमाकुला स्मितं कृत्वा दुःसा किञ्चित् प्रत्युवाच शुचिस्मिता अप्सरा उवाच कियत्प्रमाणा विप्रेन्द्र तव सन्ध्या गतानख मयि प्रसादं कृत्वा तु गतकालो विचार्यताम् इति तस्यावच श्रुत्वा विस्मयोद्भुल्लोचनः गतकालस्य विप्रेन्द्र प्रमाणमकरोत्तदा समाश्च सप्त पञ्चाशत् गदास्तस्य तया सह सुक्रोध सततस्तस्यै ज्वालामाली बभूवः नेत्राभ्यां विस्फुलिङ्गान् स मुञ्जमानोदिकोपनः कलरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम् दुःखार्जितं क्षयं नीदं तपो दृष्ट्वा तया सह स कम्पोष्ठो मुनिस्तत्र प्रत्युवाच कुलेन्द्रियः तां शशापाधमेधावी त्वं पिशाची भवेति च दिक्त्वां पापे दुराचारे कुलटे पादकप्रिये तस्य शापेन सा दग्धा विनाय वनदा स्थिता उवाच वचनं शुभ्रूः प्रसादं वाञ्छति मुनिं प्रसादं गुरुविप्रेन्द्र शापस्यानुग्रहं गुरु सदां सङ्गो हि भवति वचोभिः सप्तभिः पदैः त्वया सह मम ब्रह्मन्निदा वै बहुवत्सराः ये तस्मात् कारणात् स्वामिन् प्रसादं कुरु सुव्रत मुनिरुवाच शृणुमे वचनं भद्रे शापानुग्रहकारकं किं करोमि त्वया पापे क्षयं नीदं महत्तपः चैत्रस्य कृष्णपक्षे तु भवेदेकादशी शुभा पापमोचनिका नाम सर्वपापक्षयं करी तस्या व्रते कृते शुभ्रे पिशाचत्वं प्रयास्यति इत्युक्त्वा सोऽपि मेधावी जगाम पितुराश्रमम् तमागतं समालोक्य च्यवनः प्रत्युवाच तं किमेदद्विहितं पुत्र त्वया पुण्यं क्षयं कृतं मेधाव्युवाच पादकं वै कृतं तादरमिदा चाप्सरा मया प्रायश्चित्तं ब्रूहितादयेन पापक्षयो भवेद् च्यवन उवाच चैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेद इति श्रुत्वापि दुर्वाक्यं कृतं तेन व्रतोत्तमं गतं पापं क्षयं तस्य तपोयुक्तो बभूवसः साप्येवं मञ्जुकोशा च कृत्वैतद्व्रतमुत्तमं पिशाचत्वाद्विनिर्मुक्ता पापमोचनकाव्रतात् दिव्यरूपधरा सा वैगदा नागे वराप्सराः लोमश उवाच पापमोचनिकां राजन्ये कुर्वन्ति नरोत्तमाः तेषां पापं च यत्किञ्चित् तत्सर्वं चक्षयं व्रजेद पठनाश्रवणाद्राजन् गोसहस्रफलं लभेद ब्रह्मखा हेमहारी च सुरापो गुरुतल्पगः व्रतस्य चास्य करणात् पापमुक्ता भवन्ति ते बहुपुण्यप्रदं ह्येदत् करणाद्व्रतमुत्तमम् इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापदिनारदसंवादे चैत्रकृष्णैकादशी पापमोचनी नाम षट्चत्वारिंशोऽध्यायः ॐ